नमस्कारः. लृङ्लकारः इति करपत्रम् अनुवर्तते. तत्र सम्भावने अलं सम्भावने अलमिति चेत् सिद्धाप्रयोगे इति सूत्रं पुनः पठनीयमिति मन्ये. आरम्भतः पठामः. सूर्यकुमारी भगिनी आगच्छति किम्? आं भगिनि. भगिनि अपि वयम् उदाहरणं न कृतवन्तः, केवलं परिभाषा इति यत् व्याख्या अस्ति तत् पठितवन्तः गते सप्ताहे, खलु? आमाम्, अमीन् मङ्गलवासरे, अस्मिन् सप्ताहे. ओ, अस्मिन् एवं वा? केवलं पुनः स्मरणं सर्वाणि सूत्राणि कृतवन्तः तदनन्तरं. तस्य आरब्धः पठामः एकवारं. सूर्यकुमारी पठति कुत्र भगिनी? सम्भावना सम्भावने अलमिति चेत् सिद्धाप्रयोगे सम्भावने अलमिति चेत् सिद्धाप्रयोगे पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारो भवति यदि सम्भावनार्थक अलं वाचकशब्दस्य अप्रयोगः सिद्धः अस्ति अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थतायाः. भगिनी सकारस्य भगिनी दकारत्वेन प्रयोगं करोति. समर्थतायाः इति वदति समर्थ इति सर्वत्र तकारस्य भगिनी भवति दकार. क्षम्यतां भगिनि. पुनः एकं सम्भावने पर्याप्तविशिष्टसम्भावना यदि सम्भावना बहु ध्वनि अस्ति न श्रूयते भगिनि. मह्यं तु न श्रूयते एव. एकवारम् अहमपि म्यूट् मध्ये भवामि, भवती पुनः प्रयत्नं करोतु. भगिनि सम्भावनेलमिति चेत् सिद्धाप्रयोगे सूत्रमस्ति पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारो भवति यदि सम्भावनार्थक अलं वाचकशब्दस्य अप्रयोगः सिद्धः अस्ति अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थतायाः प्रतीतिः स्यात्. ध्वनि सम्यक् अस्ति वा भगिनि? अधुना श्रुतः भगिनि. अलम् इव शब्दस्य प्रयोगेन विना यदि कस्यचित् मनसि भवति म्यूट् मध्ये भवतु इति साधु भवति. अलमिव शब्दस्य प्रयोगेन विना यदि कस्यचित् मनुष्यस्य क्रिया सम्बद्धं सामर्थ्यं वा व्यक्तीक्रियते तर्हि लिङ्लकारस्य एव व्यवहारो भवति सर्वलकाराणाम् अपवादः. अलमिव शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य यथा लृत्लकारस्य व्यवहारः भवेत्. अलम् इति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्धप्रयोगः तत्र सिद्ध अप्रयोगः. काचिकायां लिङ्गित्येव सम्भावनं क्रियासु योग्यताद्यवसानं योग्यता अधि अवसानं भगिनि, योग्यताध्यायवसानं, योग्यतायाः अध्यवसानम् इति भवति. योग्यताध्यवसानं शक्ति शक्ति श्रद्धानां तत्र महोदय उक्तं योग्यता अपि शक्ति अपि सिद्धा इत्युक्ते तदिदानीम् अलमर्थेन विशेष्यते तच्चेत् सम्भावनं पर्याप्तम् अवितथं भवति. सिद्धप्रयोगे हलि अलमः विशेषणं सिद्धप्रयोग शब्दम् इति अलमः विशेषणं सिद्धः चेत् अलमः अप्रयोगः. क्व च असौ सिद्धः यत्र गम्यते च अर्धो न चसौ प्रयुज्यते. तदीदृशसम्भावनोपाधिक सम्भावनोपाधिके पाधिकेऽर्थे वर्तमानात् धातोर्लिङ्गप्रत्ययो भवति. सर्वलकारणामपवादः क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ् भवति. सिद्धान्तकौमुद्याम् अलमर्थेऽत्र प्रौढिः सम्भावनम् इति अलमिति च प्रथमया सप्तम्या च विपरिणम्यते. तदर्थं सप्तम्यन्तम् अपि प्रथमविभक्ति अपि भवति इति खलु भगिनि. सम्भावनार्थे लिङ्गस्य सम्भावनार्थे लिङ्गः यत्तच्चेत् सम्भावनाम् अलमिति अलमि सिद्ध अप्रयोगे सति. प्रौढिः नाम अत्र सिद्धता साम्यर्थं पर्याप्तिः. न प्रयोगः अप्रयोगः नैतत्पुरुषः. सिद्धो प्रयोगे यस्य स सिद्धप्रयोगस्ति अस्मिन् सिद्धप्रयोगे बहुरिः सम्भावने सप्तम्यन्तम् अलम् अव्ययम् इति अव्ययं च अव्ययं च इति अव्ययं सिद्धप्रयोगे सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. उत्थाप्योः समर्थयोर्लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकारः धातोः प्रत्ययः परच्च इत्येषामपि अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अलं सिद्धप्रयोगे इति चेत् सम्भावने धातोः लिङ्प्रत्ययपरच्च लिङ्निमित्ते भूते च लृङ्क्रियातिपत्तौ. सूत्रं वदति सम्भावने अलमिति चेत् सिद्ध अप्रयोगे अलं शब्दं विना अलम् इति अर्थस्य विवरणम् अस्ति प्रयोगे, तत्र लिङ्लकार भवति इति, सर्वलकाराणाम् अपवादः. सम्भावने अलमिति अलमिति अर्थम् अस्ति चेत् सिद्ध अप्रयोगे अलं शब्द विना ये शब् यस्मिन् वाक्ये तदर्थमस्ति तत्र लिङ्लकार भवति. अलम् अस्ति चेत् भविष्यति भवति इति मम चिन्तनम्. एव नास्ति अलम् इति नास्ति चेत् तत्र किं प्रयोक्तव्यं, लिङ्गलकारः प्रयोक्तव्यं. यत्र गम्यते चेत् प्रयोगः नास्ति, केवलम् अर्थः गम्यते चेत् तदा लिङ्गलकारः प्रयोक्तव्यः. अनन्तरं यत्र यदि अलम् इति तत्र तारकासुरस्य वधार्थं श्रीकृष्णः अलम् इति वदामः चेत् तत्र तु तत्र तादृशप्रयोगेषु किं भवति, तत्र तु यः यः कोऽपि लकारः लृट् वा लङ् वा कालमनुसृत्य भवति तादृशलकाराणां प्रयोगः भवति. अन्यच्चत्र क्रियाधिपतिः अस्ति, तत्र तु अधुना ऊताप्य ओतप्योः इत्यस्य अनुवृत्तिः नास्ति इति कृत्वा भूतकाले वा भविष्यत्काले वा क्रियाधिपतिः अस्ति चेत् लृङ्लकारस्य विधानं निश्चयेन भवति. किमर्थम् लिङ् निमित्तम् अस्ति खलु इति कृत्वा लृङ्लकारस्य विधानं भवति यत्र क्रियाधिपतिः अस्ति चेत्. तावदस्ति. तर्हि तत्रैव नूतनपदानां तत्र प्रयोगः तत्र वाक्यरूपेण लिखितमस्ति, तत्र किञ्चित् पठनीयं वा तत्र प्रथमवाक्यं तु पर्यन्तविशिष्टसम्भावनार्थे लिङ्लकारो भवति, तत्तु अवगन्तं खलु. यत्र पर्यन्त इत्युक्ते पर्याप्त, क्षम्यतां, पर्याप्त इति इत्युक्ते अलम् इति यत्र वयं प्रयोगं कुर्मः तत्र तु पर्याप्तं बोधयति, किन्तु अलम् इत्यस्य प्रयोगः मास्तु इति. यत्र पर्याप्तं सूच्यते किन्तु अलम् इति शब्दस्य प्रयोगः नास्ति, अप्रयोगः अस्ति चेत् तदा तु समर्थवाचिना अलं शब्देन विना समर्थतयाः प्रतीतिः स्यात् इत्युक्ते समर्थनीयं, पर्याप्तमिति समर्थनीयं, किन्तु अलम् इति शब्दः मास्तु, अन्यपदेन वा कथञ्चित् समर्थनीयं. तथा कुर्मः चेत् तदा तु लिङ्लकारः भवति इति. अलं शब्दस्य प्रयोगेन विना यदि कस्यचित् मनुष्यस्य क्रियासम्बन्धं सामर्थ्यं व्यक्तीक्रियते, सम्बन्धं वयं द्योतयामः चेत् तदा तु तर्हि लिङ्लकारस्य एव व्यवहारः भवति, तत्तु सर्वलकाराणाम् अपवादः इति तदवगतम्. अलं शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य उदाहरणार्थं रुट् वा लङ् तत्र तादृशलकारस्य व्यवहारः भवेत् इति, तदा तु लिङ्लकारः न भवति. अलम् अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्धप्रयोगः, यत्र अलम् इत्यस्य शब्दार्थः भवेत् किन्तु अलम् इति शब्दस्य प्रयोगं विना भवितव्यं, तत्तु सिद्धप्रयोगः इति वयं साधयामः, अर्थं साधयामः किन्तु प्रयोगः मास्तु इति कृत्वा अप्रयोगः इति, सिद्धः प्रयोगः इति भवति. काशिकायां किम् उक्तमस्ति, लिङ् इति एव इति, लिङ् इत्यस्य विधानमस्ति. सम्भावनं क्रियास्तु योग्यताध्या अध्यवसानम् इत्युक्ते योग्यतायाः प्रयत्नः क्रियते, अध्यवसानम् इत्युक्ते सामान्यप्रयत्नः इति, योग्यतायाः विषयः सूच्यते. शक्तिश्रद्धानम् इति इत्युक्ते शक्तेः उक्तिः भवति तत्र, तदेव सम्भावनम् इत्यस्य अर्थः. तद् इदानीम् अलमर्थेन विशेष्यते, अलम् इत्यस्य अर्थेन तद् वयं तत्र विशेषयामः. तच्चेत् सम्भावनं पर्याप्तम् अवितथं भवति. इत्युक्ते सम्भावनम् इत्यस्य तु पर्याप्तम् इति अर्थः सञ्जायते. सिद्धप्रयोगः इति अलमो विशेषणम्. अलम् इत्यस्य विशेषणं सिद्धप्रयोगः इत्युक्ते तस्य प्रयोगः मास्तु, अलम् इत्यस्य प्रयोगः मास्तु इति अत्र व्यक्तीक्रियते. सिद्धस्य अलम् अप्रयोगः, यः सिद्धः अस्ति अर्थः सङ्गच्छति किन्तु अलं प्रयोगः मास्तु इति कृत्वा अप्रयोगः इति. क्वचिदौ सिद्धः, किं सिद्ध नाम किम् अस्ति, कः अर्थः? यत्र गम्यते चार्थः, अर्थः तु सङ्गच्छति, यत्र अर्थः अवबोधितः भवति किन्तु असौ न प्रयुज्यते, न असौ प्रयुज्यते इत्युक्ते अलं शब्दः न प्रयुज्यते किन्तु अलं शब्दस्य अर्थः सङ्गच्छति, अलं शब्दस्य अर्थं बोधयति, तादृशप्रयोगः. तत् ईदृशसम्भावन उपाधिके अर्थे वर्तमानधातोः लिङ्प्रयोगप्रत्ययो भवति. तर्हि तादृश यत्र अलम् इत्यस्य अर्थः गच्छति सङ्गच्छति किन्तु अलमिति शब्दस्य साक्षात् प्रयोगः नास्ति, तादृशसम्भावना उपाधिके इत्युक्ते सम्भावनां द्योतयति इत्युक्ते पर्याप्तम् इति तत्र व्यक्तीक्रियते, अर्थः व्यक्तीक्रियते, तदा तु लिङ्लकारः भवति इति पुनः तदेव विवृतं काशिकायां भिन्नरूपेण विवृतं. सर्वलकाराणाम् अपवादः इति काशिकायामपि उक्तमस्ति. क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ् भवति. आम्, क्रिया यत्र क्रियातिपतिः भवति तत्र तु भूते वा भविष्यति वा उभयत्रापि नित्यं लृङ् एव भवति, भवतापि अस्य अनुवृत्तिः नास्ति इति उक्तमस्ति. अध्य अग्रे तु महोदयेन अध्यवसानं नाम निर्धारितम् इति प्रयत्नः, यत्र प्रयत्नः उच्चारयितुं प्रयत्नः इत्यत्र उक्तम् आसीत् खलु. योग्यता अध्यवसानम् इत्युक्ते योग्यतायाः निर्धारणं, योग्यतायाः प्रयत्नः यत्र क्रियते वाक्ये तत् अवितथम् इत्यस्य अर्थः सत्यं. विततम् इत्युच्यते असत्यम्, इत्युक्ते असत्यं नास्ति किन्तु यत्र अवितथम् इति कुत्र प्रयुक्तम् आसीत्. पर्याप्तम् अवितथं भवति इत्युक्ते पर्याप्तं स्पष्टीकरणं भवति इति उच्यते इति. उपाधिकं नाम अत्यन्तम् इति, तदीदृशसम्भावन उपाधिक इति इत्युक्ते अत्यन्तं प्रकामम् अधिकम् इति. तत्र सम्भावनायाः सम्भावना द्योत्यते तदा इति. सिद्धान्तकौमुद्यं किमुक्तमस्ति? अलम् अर्थः अत्र प्रौढिः इति. प्रौढिः नाम किम् इति उक्तम् आसीत्, सिद्धतायाः सामर्थ्यम् इति अलम् इत्यस्य अर्थः, इत्युक्ते पर्याप्तम् इति अर्थः अस्ति. सम्भावना इति अलम् इति च सम्भावनम् इति अलम् इति च प्रथमया सप्तम्या च विपरिणम्यते. तत्र यद्यपि सम्भावने इति दत्तमस्ति तथापि सम्भावनम् इति तत्र परिणामः भवति. सम्भावने अर्थे लिङ् स्यात् चेत् सम्भावनम् अलम् इति अलम् इति सिद्धप्रयोगे सति, यत्र अलम् इति न प्रयुज्यते इति. अप्रयोग इति प्रौढी नाम अत्र सिद्धता सामर्थ्यं पर्याप्तिः इत्यर्थः. न प्रयोगः अप्रयोगः नैव तत्पुरुषः. सिद्धप्रयोगे यस्य स सिद्धप्रयोगः अस्मिन् सिद्धप्रयोगे इति बहुव्रीहिः इत्युक्ते यस्मिन् वाक्ये अर्थः सिद्धः किन्तु प्रयोगः नास्ति इति बहुव्रीहिः समासः अस्ति. सम्भावने सप्तम्यन्तम् अलम् अव्ययम् इत्यव्ययं छेदव्ययं, सिद्धप्रयोगे सप्तम्यन्तम् अनेकपदमिदं स्वस्थम् आगतम्. भगिनि तत्र पर्याप्त इत्युक्ते इनफ् इति. He is just enough to do something, some big activity, but you know, see, for all this big activity, just you know, he himself is enough iti vadamaha kalu. कंसस्य वधार्थं कृष्णः पर्याप्तः इति कृष्णः तत्र यदि अलम् इति प्रयोगं कुर्मः चेत् तावदेव अस्ति, यत्र वयम् अलम् इति न प्रयोगं कुर्मः चेत् तदा तु लिङ्लकारः भवति। यदि पर्याप्तः इति प्रायः वदामि चेत् तदा प्रायः अत्र अत्रैव अग्रे उक्तमस्ति अलं कृष्णः हस्तिनं हनिष्यति, इत्युक्ते हस्तिनं हन्तुं कृष्णः अलम् इति अस्ति खलु, तर्हि अलं कृष्णो हस्तिनं हनिष्यति, अत्र अलं प्रयोगः अस्ति इति कृत्वा लृट्लकारस्य प्रयोगः कृतः। किन्तु यत्र अलमिति प्रयोगः नास्ति तत्र किं भवति, विधिलिङ्गकारः भवति खलु, तत्र तु किं भवति अलं कृष्ण तत्र पर्याप्तः कृष्णः हस्तिनम् हन्यात् इति प्रयः स्यात्, और् केवलं कृष्णः हस्तिनम् अन्यात् इति वदामश्चेदेव तत्र अलम् इति अर्थः तत्र सङ्गच्छति इति। कृष्णः हंसं हन्यात् क्षम्यतां कंसं हन्यात् पर्याप्तः इति अर्थः हन्तुं पर्याप्तः इति। अग्रे पठनीयं खलु, पठितं खलु भगिनि वर्गे न भगिनि अपि अपि भगिनि उपाधिकमपि अस्ति नाम अत्यन्तं प्रकामम् अधिकं तदपि पर्याप्तम् इति इट्स् नाट् सफिशियण्ट् इति विशिष्टसम्भावना अर्थः अस्ति यत् सामर्थ्य द्योतति तत् अपि सम्भाव अत्यन्तं प्रकामम् अधिकं भवेत् इति अस्ति। क्रिया एव सूचयति द्योतक भवति क्रिया यत् सामर्थ्यं सूचयति अलं विहाय उपयोग यदि भवति अलं विना प्रयोग कृत्वा यदि क्रिया एव पर्याप्त सम्भावना अर्थे सामर्थ्यं सूचयति तत्र लिङ्लकारस्य प्रयोगः भवति इति अस्ति सिद्धाप्रयोगे इति यथा सिद्धा अप्रयोगे सिद्धं भवति क्रिया यत् अस्ति तत् सिद्धं भवति अलम् इति अस्य प्रयोगः न कृत्वा इति अतः अलं सिद्धाप्रयोगे इति विशेषणम् अस्ति अलम् इत्यस्य अपि यत् अस्ति नो प्रथमाविभक्त्याम् अपि सप्तम्या विभक्त्यां विपरिणम्यते तो यत्र अनुवृत्तिसहितसूत्रम् अस्ति प्रथमवाक्यम् अस्ति सप्तमी विभक्त्यां द्वितीयवाक्यम् अस्ति प्रथमाविभक्त्याम् अलं सिद्धाप्रयोगे इति चेत् सम्भावने धातो लिङ् प्रत्यय परश्च लिङ्निमित्ते भूते च लिङ् इत्यादि पतो सो इति यदा अलं विहाय सिद्धप्रयोगे इति भवति अलंस्य विशेषणं सो इति यदि तस्य प्रयोगः नास्ति तत्र सम्भावना सामर्थ्य अर्थः यदि आगच्छति धातोः तत्र लिङ् प्रत्ययस्य प्रयोगः अस्ति लिङ्निमित्ते भूते वा भविष्यकाले नित्यं भवति लिङ्लकार इति वयं जानीमः कारणकि सूत्रम् उत्थाप्यो समर्थयो उत्थाप्यो समर्थ्यो लिङ् इत्यस्मात् परम् अस्ति। द्वितीयवाक्यम् अस्ति सिद्धा प्रयोगम् इति प्रथमाविभक्त्याम् अस्ति अलं सम्भावनां यदि सिद्धप्रयोग भवति अलम् इति सम्भावनार्थे अस्ति इति चेत् साधु लिङ् लिङ् प्रत्ययः भवति यथा भवती उक्तवती इति अस्ति। अत्र गतसप्ताहे यत् काशिकायां दत्तमस्ति तस्य अर्थं न दत्तम् आसीत् अत्र अद्य अर्थं दत्तमस्ति द्वयोः समानम् अर्थमस्ति यत् सिद्धान्तकौमुद्यां प्रौढी इति अलम् अर्थो अत्र प्रौढी इति अपि समान अर्थ सूचयति सम्भावना अर्थे सामर्थ्यम् इति अस्ति यत् काचिकायां दत्तमस्ति योग्यता अध्यावसनम् तत्रापि योग्यता इति सामर्थ्यं सूचयति अध्यावसनम् इति तस्य सम्भावना अर्थे इति अस्ति और शक्ति श्रद्धानमपि पर्यायवाचक भवति महोदय उक्तवान् शक्ति श्रद्धानं शक्ति इति सामर्थ्यं श्रद्धानम् इति इत्यस्य सामर्थ्यमस्ति तस्मिन् एव श्रद्धा अस्ति अहं कर्तुं शक्नोमि इति भवति तु शक्ति श्रद्धानम् इति क्रिया सेल्फ् इस् सूचकम् अस्ति इति दत्तमस्ति न क्रियासु कुत्र एकं पदम् अस्ति क्रिया शब्दः इण्डैरेक्ट्लि अलं सूचयति खलु भगिनि आम् आम् भगिनी अस्ति वा अस्मि भगिनि क्षम्यतां म्यूट् मध्ये आसम् तत्र मम म्यूट् भवामि चेत् भवतां ध्वनिः सम्यक् न श्रूयते इति कृत्वा अहं म्यूट् मध्ये सम्यक् अस्ति अद्य इदं सम्यक् नमस्कारः भगिनि पर्याप्तविशिष्टसम्भावनार्थे अत्र अलमस्य अलयोः अलोः अर्थ अन्य अर्थः भगिनि पर्याप्त सम्भावना इत्युक्ते पर्यत्र पर्याप्तम् इति अर्थः अवगम्यते अलम् इत्यस्य कंसस्य वधार्थं कृष्णः अलं मीन्स् कंसा इस् इन् कृष्ण इस् इनफ् हि इस् मोर् देन् इनफ् टु किल् कंसा इति तादृशं सो वेर् यू हेव् पर्याप्ति मीनिङ्ग् इस् कंस् इम्प्लैड् इन् द सेण्टेन्स् फार् दि सम्भावनार्थे इत्युक्ते वि हाव् टु सम्हौ वि हाव् टु साधयामः वि हाव् टु सम्हौ कन्वे दट् मीनिङ्ग् बट् वि केनाट् यूस् अ वर्ड् अलम् सिद्धप्रयोगे वयं साधयामः सम्भावनायाः अर्थं पर्याप्तविशिष्टसम्भावनां साधयामः सिद्धं कुर्मः किन्तु प्रयोगं विना अलम् इति शब्दस्य प्रयोगं विना कुर्मः तादृशं भगिनी काशिकायां दत्तमस्ति क्रियासु काशिकायां लिङ्ग् लिङ् इत्येव सम्भावनं क्रियासु योग्यता अध्यवासनं तु क्रियासु इति मुख्य अस्ति क्रिया एव सूचयति समर्थाया नाट् बै आडिङ्ग् एनि अदर् वर्ड् इति वा तत्र अन्यपदं पर्याप्तम् इति तत्र प्रयोक्तुं न शक्नोमि वा न पर्याप्तं न अलम् इत्यस्य अतः पर्याप्तम् अस्ति किन्तु अस्मिन् सूत्रे तत् सम्भावना अस्ति सामर्थ्यम् इति सूचयति इति अस्ति न मम प्रश्नः अस्ति अलम् इति तु न प्रयोगम् अलम् इति न प्रयोगं करोमि किन्तु पर्याप्तम् इति प्रयोगं कर्तुं शक्नोमि वा तादृश प्रयोक्तुं तत्र प्रयोगं करोमि चेत् तत्र दोषः भवति वा तत्र चिन्तयामि चिन्तयामि क्रिया एव सूचक अस्ति पर्याप्तं न काचिकायाम् उदाहरणमस्ति तत्र अपि पर्वतं शिरसा बिन्द्यात् तत्र पर्याप्तपदं न उक्तं खलु पर्याप्तपदं न उक्तव्यं वक्तव्यम् पर्याप्त सामान्यतया पर्याप्तम् इति अर्थः अस्ति अलं इति महोदय अलं शब्दस्य बहवः अर्थाः सन्ति किन्तु अत्र विशिष्ट अर्थः अस्ति पर्याप्त अर्थे विशिष्ट सम्भावना अर्थे सामर्थ्यम् इति अर्थ स्वीकर्तव्यम् अत्र अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थायाः प्रतीतिः स्यात् भगिनी तत्र उदाहरणे कासिकायाम् उदाहरणे अपि पदम् उपयुक्तं विना अपि शक्यते खलु पर्वतं सिरसा भिन्द्यात् अत्र अपि इत्यस्य तत्र प्रश्नवाचक इति एवं मन्ये अपि इत्यस्य पूर्वं दृष्टवन्तः खलु कश्चन अर्थः अस्ति इति अपि इत्युक्ते निश्चयेन न न अपि इत्युक्ते उत्थाप्यो अपि अस्ति खलु उत्थापि गरायां लटपि जातवो गराया ते 33142 प्रश्नवाचकः अस्ति खलु तदेव वयं पठितवन्तः जातु उपपदे सति लट्लकारस्य प्रयोगः भवति गराया अर्थे तत्र तु अपि इत्यस्य अर्थः प्रश्नवाचकः खलु अपि इत्यस्य अर्थः इस् इट् सो देट् इस् इट् नाट् इत्यर्थः केन् इट् बि देट् इत्यर्थः इट् डज़न्ट् मीन् पर्याप्ति नास्ति अपि इत्यस्य कश्चन प्रश्न इस् इट् नाट् इति अत्र वयं वदामः खलु इति तादृश अर्थः न तु पर्याप्त्यर्थः नास्ति इति कृत्वा अपि तत्र वाक्ये यत्र भवति किं भगिनि गढायां निन्दा अर्थे अस्ति तस्य अपि न तत्र निन्दे वाक्यम् अनुसृत्य द्योतते गर्हार्थे अपि इति गर्हायां कश्चन धातुप्रयोगः भवति किन्तु अपि नो चेत् धातु इत्यस्य प्रयोगः अपि अस्ति किन्तु अपि इत्यस्य गर्हानार्थः नास्ति गर्हा इत्यर्थः नास्ति अपि इत्यस्य इस् इट् नाट् खलु इत्यर्थः ननु खलु इत्यर्थः ओके तत्र अलं शब्दं बिन्द्यात् एव अस्ति खलु भगिनि तत्र यत्र तत्र पूर्णवाक्यं पठित्वा तत्र लिङ्ग्लकारस्य प्रयोगेनैव वयं जानीमः पर्वतं शिरसा बिन्द्यात् इस् इट् नाट् इति हि केन् ब्लो अप् दि मौण्टेन् जस्ट् वित् इस् हेड् खलु इति केन् स्प्लिट् द मौण्टेन् जस्ट् वित् इस् हेड् रैट् इति तत्र तत्र बिन्द्यात् इत्यस्मिन् साक्षात् नास्ति तत्र पूर्णवाक्ये अर्थं सङ्गच्छति हि केन् डू इट् इति लिङ्ग्लकारस्य विधानमेव द्योतयति तदर्थमेव लिङ्ग्लकारं विधानं कुर्मः खलु तत्र पर्याप्ति अर्थं तत्र सङ्गच्छति इट् शोस् अट् पर्याप्तरचनं सन्दर्भे सन्दर्भसम्भाषणे एव वयम् अवगतं खलु तत्र तदेव मम पर्याप्त इति तत्र यु केनाट् यूस् पर्याप्तम् इति मम प्रश्नः Thank you. तावदेव वा? आं भगिनि. कति विरमामि? धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनि. धन्यवादः.